पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 78 ययादिरुवाच एकेन गृह्यतां पुत्रा जरा मे दुःखदायिनी धीरेण भवदां मध्ये तारुण्यं मम दीयतां स्वकीयं हि महाभागास्वरूपमिदमुत्तमम् संतप्तं मानसं मेद्य स्त्रियां सक्तं सुचञ्चलम् भाजनस्ता यथा आप आवर्तयति पावकः तथा मे मानसं पुत्रा कामानलसुचालितम् एको गृह्णातु मे पुत्रा जरां दुःखप्रदायिनीम् स्वकं ददातु तारुण्यं यथा कामं चराम्यहं यो मे जरापसरणं करिष्यति सुतोत्तमः स च मे भोक्ष्यते राज्यं धनुर्वंशं धरिष्यति तस्य सौख्यं सुसम्पत्तिर्धनं धान्यं भविष्यति विपुला सन्ततिस्तस्य यशकीर्तिर्भविष्यति पुत्रा ऊचुः भवान् धर्मपरो राजन् प्रजा सत्येन पालकः कस्मात् ते हीदृशो भावो जातः प्रकृतिचापलः राजोवाच आगता नर्तका पूर्वं पुरं मे हि प्रनर्तकाः तेभ्यो मे कामसम्मोहे जादो मोहश्च ईदृशः जरया व्यापिधकायो मन्मथाविष्टमानसः सम्बभूव सुदश्रेष्ठा कामेनाकुलव्याकुलः काचिद्दृष्टा माया नारी दिव्यरूपा वरानना मया सम्भाषिता पुत्रा किञ्चन्नो वाजमे सदि विशाला नाम तस्याश्च सखी चारुविचक्षणा सा मामाह शुभं वाक्यं मम सौख्यप्रदायकं जराहीनो यदा स्यास्त्वं तदा ते सुप्रिया भवेद् एवमङ्गीकृतं वाक्यं तयोक्तं गृहमागतः मया जरापनोदार्थं तदेवं समुदाहृतम् एवं ज्ञात्वा प्रकर्तव्यं मत्सुखं हि सुपुत्रकाः तुरुरुवाच शरीरं प्राप्यते पुत्रैः पितुर्मातुः प्रसादः धर्मश्च क्रियते राजन् शरीरेण विपश्चिता पित्रोशुश्रूषणं कार्यं पुत्रैश्चापि विशेषतः न च यौवनदानस्य कालोऽयं मे नराधिप प्रथमे वयसि भोक्तव्यं विषयं मानवैर्नृप इदानीं तन्न कालोऽयं वर्तते तव साम्प्रतम् जरां तादप्रदत्त्वा वै पुत्रे तादमहद्गदां पश्चात्सुखं प्रभोक्तव्यं न दुःस्यात्तव जीवितं तस्माद्वाक्यं महाराज करिष्ये नैव ते पुनः एवमाभाषत नृपं तुरुर्ज्येष्ठसुतस्तदा तुरोर्वाक्यं तु तच्छ्रुत्वा क्रुद्धो राजा बभूवसः तुरुं शशापधर्मात्मा क्रोधेनारुणलोचनः अपध्वस्तस्त्वया देशो ममायं पापचेतन तस्मात् पापी भवस्वत्वं सर्वधर्मबहिष्कृतः शिखया त्वं विहीनश्च वेदशास्त्रविवर्जितः सर्वाचारविहीनस्त्वं भविष्यसि न संशयः ब्रह्मघ्नस्त्वं देवदुष्टः सुरापः सत्यवर्जितः चण्डकर्मप्रकर्ता त्वं भविष्यसि नराधमः सुरालीनः क्षुधीपापी गोघ्नश्च त्वं भविष्यसि दुश्चर्मामुक्त कच्छच्छ ब्रह्मद्वेष्टा निराकृतिः परधाराभिगामि त्वं महाचण्डप्रलम्पटः सर्वभक्षश्च दुर्मेधाः सदा त्वं च भविष्यसि सगोत्रां रमसे नारीं सर्वधर्मप्रणाशकः पुण्यज्ञानविहीनात्मा कुष्ठवांश्च भविष्यसि तव पुत्राश्च पौत्राश्च भविष्यन्ति न संशयः ईदृशा सर्वपुण्यघ्ना म्लेच्छा सुकलुषीकृताः एवं तुरुं सुशप्त्वैव यदुं पुत्रमधाब्रवीद जरां वै धारयस्वेह भुङ्क्ष्व राज्यमकण्टकं बद्धाञ्जलिपुडो भूत्वा यदुराजानमब्रवीद यदुरुवाच जराभारं न शक्नोमि वोढुं तात कृपां कुरु शिदमध्वा कदन्नं च वयोदीताश्च योषिदः मनःसप्रातिकूल्यं च जराया पञ्चहेदवः जरा दुःखं न शक्नोमि न वे वयसि भूपते कस्समर्थो हि वै धर्तुं क्षमस्वत्वं ममाधुना यदुं क्रुद्धो महाराजशशापद्विजनन्दन राज्यार्को न च देवंश कदाचिद्वै भविष्यति बलते जहक्षमाहीनः क्षात्रधर्मविवर्जितः भविष्यदि न सन्देहो मच्चासनपराङ्मुखः यदुरुवाच निर्दोषोऽहं महाराज कस्माच्छाप्तस्त्वयाधुना कृपां कुरुष्व दीनस्य प्रसादसुमुखो भव राजोवाच महादेवकुले ते वै स्वांशेनापि हि पुत्रक करिष्यदि विसृष्टिं च तदा पूदं कुलं तव यदुरुवाच अहं पुत्रो महाराज निर्दोषशापितस्त्वया अनुग्रहो दीयता मे यदि मे वर्तते दया राजोवाच यो भवेज्येष्ठपुत्रस्तु पितुर्दुःखापहारकः राज्यदायं सुभुङ्क्ते च भारवोढा भवेत् स हि त्वया धर्मं न प्रवृत्तमभाष्योऽसि न संशयः भवता नाशिताज्ञा मे महादण्डेन खादिनः तस्मादनुग्रहो नास्ति यथेष्टं च तथा कुरु यदुरुवाच यस्मान्मे नाशिदं राज्यं कुलं रूपं त्वया नृप तस्माद्दुष्टो भविष्यामि तव वंशपतिर्नृप तव वंशे भविष्यन्ति नानाभेदास्तु क्षत्रियाः तेषां ग्रामान् सुदेशांश्च स्त्रियो रत्नानि यानि वै भोक्ष्यन्ति च न सन्देहो अधिचण्डा महाबलाः मम वंशात् समुत्पन्नास्तु रुष्काम्लेच्छरूपिणः त्वया ये नाशिता सर्वे शप्ता शापै सुदारुणैः एवं बभाषे राजानं यदुक्रुद्धो नृपोत्तमा अध क्रुद्धो महाराज पुनश्चैवं शशापः मत्प्रजानाशका सर्वे वंशजास्ते शृणुष्व हि यावच्चन्द्रश्च सूर्यश्च पृथ्वी नक्षत्रतारकाः तावन्म्लेच्छा प्रपक्ष्यन्ते कुम्भीपाके चरौरवे कुरुं दृष्ट्वा ततो बालं क्रीडमानं सुलक्षणं समाह्वयति तं राजा न सुतं नृपनन्दनं शिशुं ज्ञात्वा परित्यक्तः स कुरुस्तेन वै तदा शर्मिष्ठाया सुदं पुण्यं तं पूरुं जगदीश्वरः समाहूय बभाषे च जरामे गृह्यतां पुनः भुङ्क्ष्वराज्यं मया दत्तं सुपुण्यं पदकण्टकं पूरुरुवाच राज्यं देवेन भोक्तव्यं पित्रा भुक्तं यथा तव त्वदादेशं करिष्यामि जरामे दीयतां नृप तारुण्येन ममाद्यैव भूत्वा सुन्दररूपदृक् भुङ्क्ष्वभोगान् सुकर्माणि विषयासक्तचेतसा यावदिच्छा महाभाग विहरस्वतया सह यावज्जीवाम्यहं तादजरां तावद्धराम्यहम् एवमुक्तस्तु तेनापि पूरुणा जगदीपदिः हर्षेण महदा विष्टस्तं पुत्रं प्रत्युवाच सः यस्माद्वत्सममाज्ञा वै न कदा कृतवानिह तस्मादहं विधास्यामि बहु सौख्यप्रदायकं यस्माज्जरा गृहीता मे दत्तं तारुण्यकं स्वकं तेन राज्यं प्रभुं क्ष्वत्वं मया दत्तं महामदे एवमुक्त सुपूरुश्च तेन राज्ञा महीपदे तारुण्यं दत्तवानस्मै जग्राहास्माज्जरां नृप तदकृते विनिमये वयसोस्तादपुत्रयोः तस्माद्वृद्धतरः पूरुः सर्वाङ्गेषु व्यदृश्यत नूतनत्वं गतो राजा यथा षोडशवार्षिकः रूपेण महदा विष्टो द्वितीय इव मन्मथः धनुराज्यं च छत्रं च व्यजनं चासनं गजं कोशं देशं बलं सर्वं चामरं स्यन्दनं तथा ददौ तस्य महाराज पूरोश्चैव महात्मनः कामासक्तश्च धर्मात्मा तां नारीमनुचिन्तयन् तत्सरसागरप्रख्यं कामाख्यं नहुषात्मजः अश्रुबिन्दुमदीयत्र जगामलघुविक्रमः तां दृष्ट्वा दुविशालाक्षीं चारुपीनभयोधरां विशालां च महाराज कन्दर्पाकृष्टमानसः राजोवाच आगतोऽस्मि महाभागे विशाले चारुलोचने जरात्यागकृतो भद्रे तारुण्येन समन्वितः युवा भूत्वा समायादो भवत्वेषा ममाधुना यं हि वाञ्छदे चैषा तं तं दत्मिन संशयः विशालोवाच यदा भवान् समायादो जरां दुष्टां विहाय च दोषेणैकेन लिप्तोऽसि भवं तं नैव मन्यते राजोवाच मम दोषं वदस्व त्वं यदि जानासि निश्चितं तं तु दोषं परित्यक्ष्ये गुणरूपं न संशयः इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने मादापितृतीर्थवर्णने ययादिचरितेष्ट सप्ततितमोऽध्यायः ॐ